नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे निच् इति विषयः अनुवर्तते. अयं विषयः तु अर्धधातुकप्रक्रियायां वर्तते. सर्वेभ्यः धातुभ्यः निच् प्रत्ययः प्रेरणार्थे विधीयते. तत्र निच् प्रत्ययः तिङ्क्षित् भिन्नः इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः. तर्हि धातुतः यदा निच् प्रत्ययः विधीयते तदानीम् आर्धधातुकप्रक्रिया आश्रीयते. तर्हि अर्धधातुकप्रक्रिया यदा वयं वदामः तदानीं तत्र गणस्य चिन्तनं न भवति. आर्धधातुकप्रत्यये परे विकरणप्रत्ययस्य विधानं न भवति. गणनिमित्तिकविकरणप्रत्ययस्य विधानं न भवति. आर्धधातुकप्रत्ययः अस्ति चेत् तदानीं तत्र इडागमचिन्तनं भवति. नमस्कारः. तर्हि तत्र निच् प्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा तत्र विकरणप्रत्ययस्य विधानं नास्ति, अपि तु इडागमचिन्तनं करणीयं भवति. निच् प्रत्ययः तु वलादिः नास्ति इति कृत्वा तत्र इडागमः अपि न भवति, न सम्भवति तत्र. तर्हि प्रेरणार्थे निच् इत्यस्य प्रसङ्गे कतिचन सूत्राणाम् अध्ययनम् आवश्यकमस्ति. तस्मिन् क्रमे प्रथमं सूत्रमस्ति स्वतन्त्रः कर्ता इति सूत्रं, कर्तृविधायकं सूत्रमिदं. स्वतन्त्रः कर्ता, अत्र स्वातन्त्र्यम् इत्युक्ते सामान्यतया स्वतन्त्रः इति यदा वदामः तथा अत्र नास्ति. स्वतन्त्रः इत्युक्ते प्रधानः इति अर्थः. प्रधानः इत्युक्ते क्रियायां यः प्रधानः अस्ति, यस्य प्राधान्यं वर्तते, स एव कर्ता. तदपि अस्माकं विवक्षानुगुणं, वक्तुः विवक्षानुगुणं यस्य कस्यापि कर्तृसंज्ञा भवति. यदि वयं तथा विवक्षां कुर्मः तदानीं तस्य कर्तृसंज्ञा भवति. अतः एव अत्र उक्तं क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति. कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति. अतः यः स्वतन्त्रतया क्रियां जनयति इति तु अस्माकं विवक्षानुगुणं भवति. अस्मिन् विषये चर्चा जाता गतवर्गे. यथा वयं वदामः माता स्थाल्यां पचति इति वयं वदामः, तदानीं मातुः कर्तृसंज्ञा अस्ति, यतोहि सा एव पचनक्रियां पचनक्रियायां प्रधाना वर्तते. यदि अस्माकं विवक्षा तथा नास्ति, यदि वयं वदामः तत्र स्थाली एव स्वतन्त्रतया प्रधानतया पचति इति वयं वक्तुमिच्छामः चेत् तदानीं स्थाली पचति इति अपि वाक्यं सम्भवति. अतः एव वयं वदामः कारकाणि विवक्षातः कारकाणि भवन्ति. विवक्षा अस्माकम् अस्ति चेत् तदानीं कारकं तदनुगुणं भवितुम् अर्हति. तर्हि इदानीं तत्र तृतीयम् एकं वाक्यमस्ति, क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति. तदपि अस्माभिः पठितं. तदनन्तरं तत्र उदाहरणमासीत् देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये. तत्र बहूनि कारकाणि सन्ति. देवदत्तः कर्ता, काष्ठैः इति करणम्, अग्निना इति अपि करणम्, ओदनं कर्म, स्थाल्याम् इति अधिकरणं, पचति इति तत्र क्रिया अस्ति. तर्हि एतेषु कारकेषु देवदत्तः प्रधानः अस्ति. देवदत्तं विना पचनक्रिया न सम्भवति अस्मिन् वाक्ये. केवलं काष्ठानि सन्ति, अग्निः अस्ति, तदानीं स्थाली अस्ति चेत् तदानीं पचनक्रिया न भवति. देवदत्तः प्रधानः, स्वस्वतन्त्रतया सः क्रियां जनयितुम् अर्हः. देवदत्तः पचति इति अपि वाक्यं सम्भवति. अतः एव तत्र देवदत्तः मुख्यः इति उक्तम्. अपि च तत्र स्वतन्त्रतया इत्यस्य कः आशयः इति अपि अस्माभिः चर्चितं. तत्र एतत् प्रायः न पठितं, तत् एकवारम् अद्य पठामः. स्वतन्त्रतया इति कथनस्य आशयः इति आरभ्य विजयलक्ष्मीभगिनी आरब्धुमिच्छति वा? भगिनी मम कण्ठे किञ्चित् इन्फेक्षन् अस्ति, श्रोतुं शक्यते चेत् पठामि। हा सम्यक् श्रूयते भगिनि, भवत्याः क्लेशः नास्ति चेत् पठतु, नो चेत् क्लेशः नास्ति, पठतु। स्वतन्त्रतया इति कथनस्य आशयः, कर्तृकारकः देवदत्तः पचनक्रियां जनयितुं सक्रियः भवति सर्वप्रथमं, यदा अन्यानि कारकाणि क्रियाशीलानि न। अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु तत्र कर्तृकारकः देवदत्तः स्वतन्त्रः। कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति। अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति, यथा देवदत्तः आस्ते, देवदत्तः शेते, देवदत्तः पचति इति। अत्र स्वतन्त्रतया इति कथनस्य कस्य प्रधानत्वम् अस्ति इति दर्शयति बिन्दवः। अत्र चत्वारः बिन्दु इति स्त्रीलिङ्गे वा पुल्लिङ्गे? पुल्लिङ्गे। चत्वारः बिन्दवः सन्ति अत्र। देवदत्तः यदि सः कर्ता अस्ति, सः एव पचनक्रिया, अत्र पचनक्रिया, अन्यापि क्रिया भवितुम् अर्हति। अत्र पचनक्रियायाः जनयिता देवदत्तः अस्ति, अतः अन्येषां कारकाणां तस्य अवलम्बनं कृत्वा एव तेषां कार्यं भवितुम् अर्हति। तेषां कार्यं स्व इच्छया कर्तुं शक्तिः नास्ति। अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः, अत्र कर्तुः देवदत्तः, अतः कदा अन्येषां कारकाणां कार्यं भवति, अन्येषां कारकाणां कदा कार्यस्य निवृत्तिः भवति, एतत् सर्वं देवदत्तस्य इच्छया एव भवति, अतः देवदत्तः स्वतन्त्रः इति वक्तुं शक्यते। तृतीयः बिन्दुः अस्ति, कर्तुः कारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति। हा, कर्तुः एव अत्र नायकः इति वक्तुं शक्यते। सः एव, तस्य उपरि अन्येषां कारकाणां डिपेण्डेन्स्, अवलम्बनं भवति, भवितुम् अर्हति, भवति अपि। सः एव प्रतिनिधिः अस्ति अन्येषां कारकाणाम्, अतः सः स्वतन्त्रः, अन्येषां कारकाणां स्वातन्त्र्यं नास्ति। चतुर्थः बिन्दुः, अन्यानि कारकाणि न सन्ति चेदपि, हा, अन्येषां कारकाणां यदि अत्र आवश्यकता अथवा इच्छा, कर्तुः इच्छा न भवति, तदापि अन्येषां क्रिया, अन्याः क्रियाः कर्तुं सः पारयति, परन्तु अन्येषां कारकाणां तु तादृशः सामर्थ्यं नास्ति। कर्तुः निर्भरता वा, कर्तुः इच्छा यद् भवितुम् अर्हति तदेव भवति, अन्येषां कारकाणाम् अत्र मुख्यत्वं नास्ति, गौणत्वम् एव भवति। सम्यक् समीचीनं सम्यक्तया उक्तम् इत्युक्ते देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये तत्र काष्ठानि स्वयमेव पचनक्रियां कर्तुं न अर्हन्ति इत्युक्ते तत्र तत्र देवदत्तः इति कश्चन चेतनः यः अस्ति सः गत्वा काष्ठानि नीत्वा तत्र तत्र यत्र अग्निः अस्ति तत्र अग्नेः ज्वालनार्थं काष्ठानां प्रयोगं यदा करोति तदानीं तत्र काष्ठानि पचनक्रियां जनयितुं समर्थानि भवन्ति नो चेत् काष्ठानि यदि कुत्रचित् अस्ति चेत् काष्ठानि यदि कुत्रचित् सन्ति चेत् तदानीं तत्र क्रिया न सम्भवति चेतनः कश्चन भवेत् येन तत्र काष्ठेषु क्रिया जायते एवमेव अग्नेः ज्वालनमपि एवमेव न भवति कश्चन प्रयासः आवश्यकः अपि च स्थाली अपि तथैव अचेतनः अस्ति जडपदार्थः अस्ति तत्र क्रियां जनयितुं कश्चन चेतनः पुरुषः अपेक्षितः तर्हि अस्मिन् वाक्ये वयं पश्यामः चेत् देवदत्तः इति कश्चन चेतनः यः अस्ति सः प्रधानः तस्य द्वारा अन्येषाम् अपि कारकसंज्ञा सम्भवति खलु देवदत्तः नास्ति चेत् काष्ठैः इति करणमपि न भवितुमर्हति अतः एव देवदत्तः प्रधानः इति वयं वदामः पचनक्रियां जनयितुं सः सक्रियः भवति सर्वप्रथमं देवदत्तः अस्ति चेत् एव तदानीम् अन्येषु कारकेषु क्रिया जायते यथा इदानीं मया प्रतिपादितम् अतः अन्येषां कारकाणां देवदत्तं विहाय तेषु प्रवृत्तिः अथवा निवृत्तिः तत्र तेषु क्रियायाः क्रिया कदा आरभ्यते अपि च कदा क्रिया स्थगिता भवति एतत् सर्वं देवदत्तम् आधारीकृत्य एव भवति अतः एव सः प्रधानः अतः एव वयं वदामः अन्यानि कारकाणि देवदत्तम् आश्रित्य भवन्ति अतः कर्तृकारकः अन्येषां कर्तृकारकम् अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति इति उक्तं परन्तु अन्यानि कारकाणि देवदत्तस्य प्रतिनिधिः न भवितुम् अर्हन्ति इति तत्र देवदत्तः नास्ति चेत् केवलं काष्ठैः अग्निना ओदनं स्थाल्या पचति इति तत्र तादृशवाक्यं न सम्भवति अपि च यदि तत्र अन्यानि कारकाणि न सन्ति तदानीमपि स्वतन्त्रतया वाक्यं भवितुमर्हति देवदत्तः पचति इति वाक्यं तु भवितुमर्हति यदि अन्यानि कारकाणि न सन्ति तदानीमपि देवदत्तः पचति इति वाक्यं भवितुमर्हति यथा देवदत्तः आस्ते देवदत्तः शेते देवदत्तः पचति इति सर्वं सम्भवति अन्यानि कारकाणि न सन्ति चेदपि परन्तु एतत् सर्वं दृष्ट्वा अस्माकं मनसि एकः प्रश्नः उदेति कः प्रश्नः स्थाली पचति स्थाली पचति इति भवती उक्तवती तद् वा चेतनावान् सर्वदा भवेत् सचेतन तदेव सत्यम् इति चेत् नो चेत् क्रिया न भवति वा हा उत्तमम् इत्युक्ते तत्र चेतनः कश्चन अपेक्षितः सर्वदा इति प्रश्नः उदेति देवदत्तः इति कश्चन चेतनः नास्ति चेत् तत्र अन्येषां कारकसंज्ञा एव न भवति वा इति प्रश्नः भवति परन्तु तत्र तथा नास्ति वस्तुतः अस्मिन् वाक्ये अस्माकं विवक्षा तथा अस्ति देवदत्तः पचति इति वाक्ये देवदत्तम् आश्रित्य अन्येषां कारकसंज्ञा भवति परन्तु सर्वदा तथैव भवति इति नास्ति यथा तत्र स्थाली पचति इति अस्माकं विवक्षा अस्ति चेत् स्थाली इति तु चेतनपदार्थः नास्ति जडपदार्थः अस्ति तथापि तत्र तस्य कर्तृसंज्ञा अस्ति यतोहि अस्माकं विवक्षा तथा अस्ति अस्माकं विवक्षा अस्ति स्थाली एव प्रधाना अस्ति तत्र तस्यां क्रियायां स्थाल्याः तादृशप्राधान्यम् अस्ति इत्युक्ते तत्र स्वयमेव सर्वं करोति इति कृत्वा एव स्थाली पचति इति वयं वदामः खलु, यदि तत्र तत्र प्राधान्यं वक्तुम् इच्छामः इति कृत्वा एव स्थाली पचति इति व्यवहारः. अतः सर्वदा कर्ता चेतनपदार्थः एव भवेत् इति नियमः नास्ति, परन्तु अस्मिन् वाक्ये देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये तु देवदत्तः चेतनपदार्थः, तम् आधारीकृत्य अन्येषां कारकसंज्ञा भवति इति तु अवगम्यते. सर्वत्र सर्वदा तथैव भवति इति नास्ति. अस्तु, तर्हि इदानीं शोभा भगिनी अग्रे. भगिनि, अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत्, किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति. तदर्थं प्रसिद्धवाक्यमस्ति, विवक्षातः कारकाणि भवन्ति. अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति. अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति. तत्र कर्तुः चेतना अस्ति एव इति नास्ति. कर्ता प्रमुखो भवति क्रियायाः साधने इति परि अवसितम्. तत्र यथा वयं ज्ञातवन्तः, पूर्वस्मिन् तत्र पूर्वेषु वाक्येषु पठितं किं तत्र कर्तुकारकः देवदत्तः अपि च अन्यानि कारकाणि तेन विना न भवन्ति इति. कारकाणि सन्ति चेदपि क्रिया न भवति अपि च अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः कर्तुः अधीने इति पठितवन्तः. अपि च कर्तृकारकः कारकाणाम् अन्येषां कारकाणां प्रतिनिधिः भवति. अपि च अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति. देवदत्तः आस्ते शेते इति कारकम् इति नपुंसकलिङ्गं संज्ञा अस्ति. हा, कारकं तर्हि तत्र स्वयं देवदत्तः आस्ते शेते इति सर्वं भवति इति दृष्टवन्तः. तेन अस्माकं मनसि भावना उत्पद्यते यत् कारकः कर्तुः कर्ता सचेतनः भवेत् इति. किन्तु तादृशं नास्ति, यतोहि वयं ज्ञातवन्तः कारकं वक्तुः इच्छायाः अधीने भवति. वक्तुः इच्छा यदस्ति वाक्यप्रयोगे तथा एव कर्ता अपि अन्यानि कारकाणि भवन्ति इति. तत्र प्रसिद्धवाक्यमस्ति, विवक्षातः कारकाणि भवन्ति इति, अन्यथा न. अतः तत्र यदा पचनक्रियायां देवदत्तस्य स्वतन्त्रता अथवा प्रधानता इत्युक्ते तत्र स्वातन्त्र्येण इति यदा वदामः तत्र तस्य अर्थः अस्ति मुख्यतः अथवा प्रधानतः इति. अतः तत्र देवदत्तस्य स्वतन्त्रता अथवा प्रधानता भवेत् इति वक्तुः विवक्ष अस्ति चेत् तदा देवदत्तः पचति इति वदामः इति वाक्यं भवति. अतः अथवा स्वतन्त्रता प्रधानता स्थाल्यां भवेत् इति वक्तुः इच्छा अस्ति चेत् तदा स्थाली पचति इति वाक्यं भवति. तत्र स्थाली इत्यस्य एव कर्तृसंज्ञा भवति. अतः अनेन स्पष्टं भवति कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति. तत्र यत्र यत्र यत्किमपि अह यः या कर्ता भवेत् इति वक्तुः इच्छा अस्ति, तथा एव सर्वत्र भवति. तर्हि तत्र सर्वं वक्तुः इच्छाम् अवलम्ब्य भवति. अतः कर्तुः चेतना अस्ति एव इति नास्ति, यतोहि तत्र स्थाल्यां चेतना चेतना तु नास्ति, काष्ठे चेतना नास्ति इति उदाहरणानि दृष्टवन्तः. तर्हि तत्र कर्ता प्रमुखः भवति क्रियायाः साधने इति. हा, कर्तुः चेतना अस्ति एव इति नास्ति, कर्ता प्रमुखः भवति क्रियायाः साधने इति पर्यवसितम् इति. तत्र विषयः अस्ति कर्ता इत्युक्ते सचेतनः एव भवेत् इति नास्ति इति. वक्तुः इच्छानुसारं अचेतनवस्तूनाम् अपि कर्तृसंज्ञा भवितुम् अर्हति इति. सम्यक्, बहु सम्यक्. तर्हि सम्यक्तया उक्तं. तर्हि अत्र चेतनः एव भवेत् इति नियमः नास्ति, अस्माकं विवक्षानुगुणं सः प्रमुखः भवेत्. अस्माकम् अतः एव सर्वत्र विवक्षा इति एकः विषयः भवति, विवक्षा इति. तर्हि अस्माकं विवक्षातः कारकाणि भवन्ति इति प्रसिद्धं वाक्यमस्ति. अतः सर्वत्र तथा, कः कर्ता भवेत् इति नियमः नास्ति. अस्माकं विवक्षानुगुणं यस्य प्राधान्यमस्ति क्रियां जनयितुं, तर्हि तस्य कर्तृसंज्ञा भवति. अतः एव स्थाली पचति इति वाक्यं सम्भवति. स्थाली इति तु चेतनपदार्थः नास्ति, तथापि तस्य कर्तृसंज्ञा अस्ति. स्थाली इति कर्ता अस्ति, पचनक्रियायाः कर्ता अस्ति, यतोहि तस्य प्रामुख्यम् अत्र प्रदर्शयामः. स्थाल्याः प्रामुख्यं प्रदर्शयामः इत्युक्ते स्थाली स्वयं पचनक्रियां जनयितुं सक्रियः अस्ति इत्यर्थः, सक्रिया अस्ति इति अर्थः. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. इदानीं स्वतन्त्रः कर्ता इति अस्माभिः दृष्टं. तर्हि इदानीं तत्र प्रेरणार्थे निचि तत्र कर्ताद्वयं भवति खलु. सामान्यतया वयम् अवगच्छामः यत् यदा धातुतः प्रेरणार्थे निष्प्रत्ययः विधीयते, तदानीं तत्र अनिजन्तवाक्ये एकः कर्ता भवति, निजन्तवाक्ये अन्यः कर्ता भवति इति वयं जानीमः. तर्हि इदानीम् अनिजन्तवाक्ये यः कर्ता अस्ति, इदानीम् अहं वदामि बालकः गच्छति इति वाक्यं वदामि, बालकः गच्छति. तर्हि तत्र बालकः ग्रामं गच्छति, तर्हि बालकः तत्र कर्ता अस्ति, स्वतन्त्रः कर्ता इति सूत्रेण तस्य कर्तृसंज्ञा भवति. इदानीमहं प्रेरणार्थे वक्तुम् इच्छामि, वाक्यं कथं भवति. इदानीं माता अथवा पिता प्रयोजककर्ता, तर्हि वाक्यं कथं भवति. पिता बालकं गमयति, ग्रामं गमयति. पुनः वदतु. पिता तृतीयविभक्तेः अत्र ये भवति. सत्यं, पिता अत्र बालकं गमयति, ग्रामं गमयति. पिता बालकं ग्रामं गमयति इति वाक्यं, बालकः ग्रामं गच्छति इति वाक्ये बालकः कर्ता अस्ति. इदानीं पिता बालकं ग्रामं गमयति इति वाक्ये कर्ता कः? कर्ता पिता. तस्य कर्तृसंज्ञा केन सूत्रेण? यतोहि निजन्तवाक्ये क्रियां जनयितुं यः प्रधानः अस्ति, कः प्रधानः? तत्र तु पिता एव प्रधानः अस्ति खलु, क्रियां जनयितुं सः एव प्रधानः. यदि सः न प्रेरयति तदानीं क्रिया न जायते खलु, तर्हि तस्य प्रेरणा आवश्यकी अस्ति, अतः तस्य कर्तृसंज्ञा अस्ति. परन्तु तावदेव पर्याप्तं नास्ति. कर्तृसंज्ञा अस्ति चेत् पर्याप्तं नास्ति. निजन्तवाक्ये किम् अपेक्षितं तत्र? प्रेरणा, कारणं. हा सत्यम्, उत्तमम्. इत्युक्ते तत्र यः प्रयोजककर्ता अस्ति सः न केवलं कर्ता परन्तु सः हेतुः अपि भवति. हेतुः भवति क्रियां जनयितुं, सः हेतुः भवति. इत्युक्ते सः यदा प्रेरणां न ददाति तदानीं क्रिया न जायते, अतः तस्य हेतुसंज्ञा अपि भवेत्. सः न केवलं कर्ता अपि च हेतुः अपि अस्ति व्यापारं जनयितुं, प्रयोजकव्यापारं जनयितुं सः हेतुः अपि अस्ति. अतः एव अग्रिमं सूत्रमस्ति. तर्हि तत्र विजयाभगिनी पठतु. आं महोदय, नमस्कारः. अत्र तत् प्रयोजकः हेतु च, कर्तुः प्रयोजको हेतुसंज्ञः कर्तुसंज्ञश्च स्यात्. सामान्यकर्तुः प्रेरकस्य कर्तुः कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. तस्य कर्तुः इति अर्थे प्रयोजकः, प्रवर्तयिता यः. अत्र तत् प्रयोजकः षष्टितत्पुरुषः. तत् प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं च अव्ययपदं, त्रिपदमिदं सूत्रं. स्वतन्त्रः कर्ता इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं. तत् प्रयोजकः हेतुः च कर्ता अपि भवति अत्र. यः एतत् सूत्रं वदति कर्तुः प्रयोजकः अनन्तरं हेतुः अपि च भवति, सः एव अत्र कर्तृसंज्ञः, कर्तृसंज्ञकः भवति. किमर्थं चेत् सः एव अत्र प्रयोजकः अपि अस्ति, हेतुः अपि अस्ति. सः एव अत्र अन्येषां कृते प्रेरणा करोति. सामान्यकर्तुः प्रेरकस्य कर्तुसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. सः एव अत्र यः प्रयोजकः कर्ता, सः प्रेरकस्य कर्तुसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. अत्र तावदेव महोदय. स्वतन्त्रः कर्ता इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं. तत् प्रयोजकः हेतुः च कर्ता भवति इति. यः प्रेरणं करोति सः एव कर्ता, प्रयोजकः भवति, अनन्तरं हेतुः एव सः एव भवति. सः न भवति चेत् अत्र क्रियया जननं न करोति एव. अतः सः एव अत्र हेतुः अपि भवति, प्रयोजकः अपि भवति. खलु प्रयोजकः इत्यत्र तत् इत्यस्य कः अर्थः? तत् इति कर्तुः खलु महोदय. तत् पुनः तत् इति कर्तुः एव. कथं जानीमः? पूर्वसूत्रेण किल तत् प्रयोजकः कर्तुः इति. एकः वदतु अत्र तत् इत्यस्य कः अर्थः? कर्ता इति उक्तं, कथं जानीमः? पूर्वसूत्रेण स्वतन्त्रकर्ता इत्यस्मात् कर्ता इति स्वीकुर्मः कथम्? अनुवृत्ति. किञ्चित् उच्चैः वदन्तु. सः एव कारयति अत्र, अतः एव तत् इति भवतु खलु महोदय. न न एव कार इति भिन्नविषयः, परन्तु तत्र मेकानिकल् अस्ति. तत् प्रयोजकः हेतुः. तत् इत्युक्ते कः? कर्ता. कथं जानीमः कर्ता इति? पूर्व परसूत्रं किल 9445 54 पूर्वसूत्रेण, पूर्वसूत्रमस्ति किल तत् स्वतन्त्रः कर्ता. स्वतन्त्रः कर्ता इति सूत्रेण तत्प्रयोजकहेतु अनन्तरं सर्वं सर्वं सम्यक् अवगच्छामि. तत् स्वतन्त्रकर्ता इत्यस्मात् कर्ता इति किमर्थं स्वीक्रियते? तस्य प्राधान्यम् अस्ति इति सः एव अत्र प्रदानं भवति. अतः न नियमः कः न नियमः कः अत्र क्रिया जनयति तत् इति कीदृशशब्दः? प्रातिपदिकं न प्रातिपदिकमस्ति. तत् इति कीदृशशब्दः? कारकं सर्वनामशब्दः अस्ति खलु. इदानीम् अहं वदामि यः बालकः गच्छति सः न यः बालकः गच्छति तम् आह्वयतु. इदानीं तम् इति वदामः चेत् कः सः? बालकं बालकः. तर्हि कथं जानीमः बालकः इति? पूर्वे यः उक्तं तदेव सर्वनामशब्दं सूचयति. सम्यक्. हा तत्र नियमः कः इति चेत् सर्वनामशब्दस्य पूर्वपरामर्शः अस्ति. पूर्वपरामर्शः. तर्हि तत् इत्यस्मात् पूर्वं किम् उक्तं? कर्ता एव उक्तम्. अतः तत् इत्यनेन कर्ता. कर्तुः अत्र कर्तुः यः प्रयोजकः तस्य कर्तुः प्रयोजकः इत्युक्ते प्रवर्तयिता तत्प्रयोजकः. तस्य हेतुसंज्ञा अपि भवति कर्तृसंज्ञा अपि भवति. तत्प्रयोजको हेतुश्च इति तत् इति पदेन कर्ता पूर्वं यः कर्ता उक्तः सः एव सः कर्ता तत् प्रयोजकः. कर्तुः प्रयोजकः यः प्रयोजकः अस्ति इत्युक्ते पूर्वं तत्र अनिजन्तवाक्ये यः कर्ता अस्ति अनिजन्तवाक्ये कः कर्ता? बालकः ग्रामं गच्छति इति बालकः एव कर्ता अस्ति अनिजन्तवाक्ये. तस्य कर्तुः यः प्रवर्तयिता यः प्रेरकः अस्ति तादृशकर्तुः यः प्रेरकः अस्ति तस्य कर्तृसंज्ञा अपि भवति हेतुसंज्ञा अपि भवति इत्युक्तम्. अतः यः अत्र प्रयोजककर्तुः कर्तृसंज्ञा अपि अस्ति हेतुसंज्ञा अपि अस्ति. तर्हि हेतुसंज्ञायाः प्रयोजनं किम् अत्र? प्रेरणा भवति. परन्तु तत्र संज्ञायाः प्रयोजनम् अग्रिमसूत्रे अस्ति. हेतुमती च इति सूत्रे हेतुसंज्ञायाः प्रयोजनम् अस्ति. परामृश्यते इति अर्थः किं महोदय? किं परामृश्यते? इदानीम् उक्तवती खलु पूर्वं मृश्यते इति. पूर्वं यदुक्तं तस्य एव ग्रहणम् इत्यर्थः. धन्यवादः. पूर्वं यदुक्तं तस्य एव पोषणं भवति. पूर्वं कर्ता उक्तं तस्य एव ग्रहणम् अत्रापि भवति. तत् इति पदेन कर्तुः ग्रहणं पूर्वं यदुक्तं तस्य ग्रहणं तत् शब्देन पूर्वोक्तस्य ग्रहणम्. धन्यवादः. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तर्हि उषा भगिनी पठतु. अस्तु भगिनि. भगिनी प्रयोज्य किं तत्र तत् शब्दस्य सर्वनामसंज्ञा सर्वादीनि सर्वनामानि इति गणे अस्ति इति सर्वनामसंज्ञा भवति. परन्तु भवती इदानीम् उक्तवती खलु तत् किञ्चित् उच्चैः वदतु भगिनी न श्रूयते. हा इदानीं श्रूयते वा? इदानीं सम्यक् श्रूयते. हा तत्र तत् तद् शब्दस्य सर्वादीनि सर्वनामानि इति सूत्रेण सर्वनामसंज्ञा भवति खलु अथवा पूर्वं यस्य परामर्शः अभवत् इति उक्तवती खलु तत्कारणं सर्वनामसंज्ञा भवति वा न तत्र तद् इति तद् शब्दः त्यदादि तत्र किम् अस्ति त्यदादीनां अस्ति तत्तु अन्तर्गणः परन्तु सर्वादिगणे अस्ति इति कृत्वा सर्वनामसंज्ञा अस्ति सर्वनामसंज्ञा सत्यं परन्तु तर्हि पूर्व प्रश्नः कः पूर्वं यस्य विषये उक्तवन्तः तस्य एव पुनः यदा वदामः तत्कारणं सर्वनामसंज्ञा भवति इति भवती उक्तवती खलु तत्कारणं सर्वनामसंज्ञा भवति इति न उक्तं तत्कारणं सर्वनामसंज्ञा इति न भवति इति न उक्तं सर्वनामसंज्ञा तु पणिनिन कृतमस्ति सर्वनामसंज्ञा इति पणिनिन कृतं कृता संज्ञा अस्ति परन्तु अहं किं वदामि इति चेत् अर्थस्य विषये अहं वदन्ती अस्मि तद् इति शब्दस्य कः अर्थः इति चेत् पूर्वं यत् उक्तं तस्य एव ग्रहणं भवति इति उक्तम् अर्थस्य विषये वदामि सर्वनामसंज्ञा अस्ति वा न वा इति तु पाणिनिना उच्यते परन्तु तत् शब्दस्य कः अर्थः इति प्रश्ने सति तदानीं पूर्वपरामर्शः कर्ता कर्ता इति न उक्त्वा एकवारं यतोहि तत्र तत्प्रयोजकहेतुश्च इत्यस्मात् साक्षात् पूर्वं किम् अस्ति इति चेत् स्वतन्त्रकर्ता इति सूत्रमस्ति तर्हि तत्र अन्ते किम् अस्ति कर्ता इति अस्ति तर्हि तत्पदेन कर्तुः ग्रहणम् अस्तु अस्तु धन्यवादः अस्तु उषा भगिनी अस्तु भगिनि प्रयोज्यकर्ता कार्यं करोति प्रयोजककर्ता तं कार्यार्थं प्रेरयति अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आम् तिष्ठति इति स च प्रेरितः भवति न वा इति स्वेच्छया अस्ति कार्यं करोति न वा इति पुनः स्वेच्छया यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् हेतुसंज्ञायाः महत्त्वं भवति अग्रिमसूत्रे अस्तु भगिनि वयं दृष्टवन्तः तत्प्रयोजकः हेतुश्च तत्प्रयोजकः हेतुः च कर्ता इत्यनेन यः प्रेरयति सः प्रयोजककर्ता भवति प्रयोज्यकर्ता एव साक्षात् कार्यं करोति प्रयोज्यकर्ता प्रेरिता भवति प्रयोजक कर्त्रा तृतीया अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासा अस्ति वैयाकरणाः वदन्ति प्रयोज्यकर्तुः कृते स्वतन्त्रता अस्ति इति प्रयोज्यकर्तुः प्रेरितः भवति प्रयोज्यकर्तुः प्रेरितः भवति वा इति प्रयोज्यकर्तुः इच्छा अनुसरणमेव भवति अपि च यः स च कार्यं करोति न वा इति पुनः प्रयोज्यकर्ता सः इच्छा अनुसारमेव कार्यमपि कर्तुं शक्यते इति वैयाकरणाः वदन्ति यः कर्तारं प्रेरयति सः प्रयोजककर्ता तस्य कर्तृसंज्ञा हेतुसंज्ञा अपि भवति इति वयं दृष्टवन्तः हेतुसंज्ञायाः महत्त्वं भवति अग्रिमसूत्रे हेतुमती च इति सूत्रे सम्यक् तर्हि तत्र यत्र वयं प्रेरणार्थे निच्प्रत्ययस्य विधानं भवति तत्र वयं जानीमः कर्ताद्वयं भवति प्रयोज्यकर्ता प्रयोजककर्ता प्रयोजककर्ता सः यः प्रेरणां ददाति यः प्रेरणां ददाति सः प्रयोजककर्ता, प्रेरयिता. प्रयोज्यकर्ता यः कार्यं, यः प्रेरणां स्वीकृत्य कार्यं करोति. प्रेरणां विना सः कार्यं न करोति. प्रेरणा यदा अस्ति तदानीमेव सः कार्यं करोति. अतः तस्य प्रयोज्यकर्ता इति वयं वदामः. यद्यपि सूत्रेषु कुत्रापि प्रयोज्यकर्ता इति पदं नास्ति, प्रयोजककर्ता इति तु तत्प्रयोजको हेतुश्च इति सूत्रेण प्रयोजककर्ता इति अवगम्यते, परन्तु प्रयोज्यकर्ता इति न अवगम्यते सूत्रात्. तर्हि तत् कथं जानीमः इति चेत् प्रयोजकप्रयोज्यभावः इति अस्ति. कश्चन प्रयोजकः अस्ति चेत् तत्र अन्यः प्रयोज्यः भवति, सापेक्षपदार्थः. यदि वयं वदामः आधारः इति वदामः चेत् आधेयः कः इति प्रश्नः उदेति. एवमेव यदि वयं वदामः बालकः आसने उपविष्टः इति वयं वदामः चेत् तत्र आधारः कः? आसने. आसने आधारः. आधेयः कः? बालकः. उपविशति तत्र बालकः, आधेयः बालकः. तर्हि एतादृश केचन पदार्थाः सन्ति ये सापेक्षितपदार्थाः, इत्युक्ते सर्वदा प्रश्नः उदेति. प्रयोजकः इति वयं वदामः चेत् तर्हि प्रयोज्यः कः इति प्रश्नः सर्वदा उदेति. आधारः इति वदामः चेत् आधेयः कः इति प्रश्नः उदेति. स्वम् इति वदामः चेत् स्वामी कः इति प्रश्नः उदेति. इति लोके एतादृशपदार्थाः सन्ति ये सापेक्षितपदार्थाः. अतः अत्रापि प्रयोजकः इति उक्तः चेत् प्रयोज्यः इति कश्चन भवेत् इति अवगम्यते. तर्हि निजन्तवाक्येषु प्रयोजककर्ता यः प्रेरयति सः प्रयोजककर्ता, प्रयोज्यकर्ता यः प्रेरितः भवति, प्रेरितः भूत्वा कार्यं यः करोति सः एव प्रयोज्यकर्ता. तर्हि इदानीं प्रयोजककर्ता प्रेरयति इति वयं वदामः चेत् प्रयोज्यकर्तुः स्वातन्त्र्यं प्राधान्यं तिष्ठति वा इति प्रश्नः अस्ति चेत् प्राधान्यं तु तिष्ठति एव, यतोहि सः एव कार्यं करोति. तत्र निजन्तवाक्ये गमयति इति वयं वदामः चेत् तत्र वस्तुतः क्रियाद्वयं वर्तते, अन्तर्निहितः क्रियाद्वयं वर्तते. तत्र गम् इति धातुः अस्ति, तत्तेन तत्र बालकस्य बोधः भवति. गम् इति धातुना बालकस्य बोधः भवति. यदा निच् योजयामः तदानीं तत्र प्रयोज्यकर्तुः पितुः बोधः भवति. अतः गमयति इति यदा वयं वदामः निजन्तपदं तदानीं तत्र क्रियाद्वयम् अन्तर्निहितं भवति. अतः द्वयोः अपि प्राधान्यम् अस्ति, प्रयोज्यकर्तुः अपि प्राधान्यं वर्तते. यतोहि प्रयोज्यकर्ता नास्ति चेत् क्रिया न जायते. केवलं प्रयोजककर्ता एव अस्ति चेत् तदानीं क्रिया न जायते. प्रयोजककर्ता प्रेरणां ददाति, प्रयोज्यकर्ता प्रेरणां स्वीकृत्य कार्यं करोति, अतः तस्यापि प्राधान्यं वर्तते. परन्तु कः विशेषः इति चेत् प्रयोज्यकर्तुः संज्ञाद्वयं भवति, कर्तृसंज्ञा अपि अस्ति, हेतुसंज्ञा अपि अस्ति. तत्र पिता बालकं ग्रामं गमयति इति वाक्ये तत्र गमयति इति क्रियापदेन तु पिता एव उक्तः अस्ति. गमयति इति क्रियापदेन पिता एव उक्तः अस्ति, न तु प्रयोज्यकर्ता. यतोहि प्रयोज्यकर्तुः अपेक्षया प्रयोजककर्तुः प्राधान्यं वर्तते, अधिकं महत्त्वं वर्तते. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. वंशी भगिनी पठति वा? नमस्ते भगिनी. भगिनी अद्य शृणोमि भगिनी, क्षीणतां न पठति. अस्तु, तर्हि कः पठति? तत्र मीना भगिनी पठति वा अग्रे? पठामि भगिनि. चुरादिगणे निच् प्रत्ययः तत्र एव वा? आम् आम्. चुरादिगणे निच् प्रत्ययः विधीयते भिन्नसूत्रेण. ण निच् प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण. प्रथमसूत्रं सत्यापपाशरूप वीणा थूलश्लोकसेनाल्लोम त्वच्छ वर्म वर्ण चूर्ण चुरादिभ्यो निच् इति सूत्रेण ण्यन्तप्रकरेण निच् प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण तत्र हेतुमति च इति सूत्रेण भिन्नसूत्रेण निच् प्रत्ययः विधीयते प्रयोजकव्यापारे प्रेषणादौ वाचे धातोः निच् स्यात् प्रयोजकव्यापारे प्रेषणादौ वाचे धातोर्निच् स्यात् तत्र निच् विधायकसूत्रम् एतत् निच् विधायकसूत्रं क्रियार्थं यः प्रयोज्यं प्रेरयति स प्रयोजकक्रियायाः हेतुः ओके आधारतया अस्य अस्ति इति हेतुमान् मतुप्रत्ययः हेतुमान् इति मतुप्रत्ययः अस्य अस्ति इति प्रयोजकनिष्ठः प्रेषणादिव्यापारः तत्र हेतुमान् तस्मिन् हेतुमति व्यापारः इति प्रेषणादिक्रिया स च व्यापारः हेतुमान् तदैव वदामि वा तदन्तरं स्वनिष्ठाधारतानिरूपिता इति भवति तदेव पठामि वा तदपि पठामि सर्वमेकवारं पठतु सर्वमेकवारं पठतु अनन्तरं प्रत्येकं वाक्यं नीत्वा वदतु अस्तु स्वनिष्ठा आधारता निरूपिता आधेयता सम्बन्धेन हेतुः यत्र अस्ति स हेतुमान् व्यापारः तस्मिन् वाचे निच् इत्याहुः इति तत्त्वबोधिनी अस्यां स्थितौ यत्र हेतुमादिव्यापारे प्रयोजकः हेतुमति नास्ति हेतुमति अत्र दोषः अस्ति यत्र हेतुमति व्यापारे प्रयोजकहेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते हेतुमति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सत्यापपाशरूपवेण स्थूलश्लोकसेना लोम त्वच्च वर्म वर्ण चूर्णा चुरादिभ्यो निच् इत्यस्मात् निच् इत्यस्य अनुवृत्तिः प्रत्ययप्रश्च इत्यनयोः अधिकारः धातोरेकाचोहलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमति च धातोः निच् प्रत्ययः परश्च अत्र हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्निच् स्यात् यत्र प्रयोजकव्यापारे यत्र प्रयोजक इति कर्ता इति चिन्तयामि प्रयोजकव्यापारे प्रेषणादौ इति वाच्ये तत्र प्रेरणा भिन्नभिन्नरूपेण भवति तस्मात् प्रेषणादौ वाच्ये धातोः निच् स्यात् अत्र निच् विधायकसूत्रं तत्र हेतुमति अपि हेतुमति च इति सूत्रं निच् विधायक अन्यसूत्रं किमर्थं यः प्रयोज्यं प्रेरयति स प्रयोजकः क्रियायाः हेतुः तत्र यः कार्यं प्रेरयति यत्र पिता बालकं कार्यं कारयति कार्यं बालकं कार्यं कारयति इति तत्र पिता प्रयोजकः भवति पुत्रं प्रेरयति कार्यं कर्तुं प्रेरयति स प्रयोज्यः भवति पुत्रः प्रयोज्यः भवति क्रियार्थं कार्यं कर्तुं प्रयोजकः प्रयोज्यं पुत्रं प्रेरयति सः पिता प्रयोजकक्रिया तस्मात् पिता क्रियायाः हेतु भवति हेतुमान् भवति तस्मादेव निच् प्रत्ययः धातौ विधीयते कः भवति हेतुमान् कः हेतुमान् पिता कर्ता प्रयोजकः न कः भवति हेतुमान् प्रेरयति प्रेरितः हेतुमान् भवति वा यः प्रेरयति तत्र किं वदति तत्र यः प्रेरयति तस्य का संज्ञा यः प्रेरयति सः प्रयोजकः यः प्रेरितवान् भवति सः प्रयोज्यः कः भवति हेतुमान् कः भवति हेतुमान् प्रेरितः भवति हेतुमान् हेतुः प्रयोजकः प्रयोजकः पिता हेतुः भवति तर्हि हेतुमान् कः हेतुमान् पुत्रः हेतुमान् न पुत्रः हेतुमान् नास्ति हेतुमान् इत्यस्य अर्थः कः यत्र कारणमस्ति हेतुमान् इत्यस्य अर्थः कः कीदृशप्रत्ययः अस्ति हेतुमान् इत्यत्र मतुप्रत्ययः मतुप्रत्ययस्य अर्थः अस्य अस्ति इति किल अस्य अस्ति इति हेतुमान् मतुप्रत्ययः तर्हि हेतुः कुत्र अस्ति हेतुः हेतुः प्रयोजके अस्ति प्रयोजकः एव हेतु अस्ति तत्र हेतु अस्ति इति अस्ति हेतुमान् इति प्रयोजकव्यापारे अस्ति प्रयोजकक्रियां गमयति इति वयं वदामः चेत् तत्र गमयति इत्यस्मिन् हेतुः अस्ति कः अस्ति हेतुः प्रयोजककर्ता हेतुः अस्ति तर्हि हेतुमान् कः व्यापारः प्रयोजकव्यापारः हेतुमान् व्यापारः इत्युक्ते क्रिया पुत्रः हेतुमान् नास्ति नास्ति हेतुः अस्य अस्ति हेतुः कस्य अस्ति व्यापारे अस्ति हेतुः व्यापारे अस्ति ओ कार्ये व्यापारकार्ये अस्ति इति कृत्वा व्यापारः हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तत्र अस्ति प्रेषणादिव्यापारः हेतुमान् प्रयोजकनिष्ठः प्रयोजकक्रिया तत्र तत्र प्रेषणादि प्रयोजकनिष्ठः इत्युक्ते कः अर्थः प्रयोजकनिष्ठः इत्युक्ते कः अर्थः प्रयोजकप्रधानपुरुषः किल न निष्ठः इत्युक्ते कः अर्थः निष्ठः इति तत्र स्थानमस्ति अधिकरणं भवति न निष्ठः इत्यस्य कः अर्थः प्रयोजकनिष्ठः इत्यस्य कः अर्थः अवलम्बनं किम् अवलम्बनम् इत्युक्ते तत्र प्रयोजकनिष्ठः प्रेषणादिव्यापारः इत्युक्ते व्यापारः आधेयः भवति वा न व्यापार इच्छा भवति प्रयोजकनिष्ठः व्यापार प्रयोजननिष्ठः इत्युक्ते किम् वर्तिन् अस्ति यस्मिन् वर्तते किं प्रयोजकः यस्मिन् वर्तते तत् प्रयोजकनिष्ठः इति वर्तिन् वर्तते इति न प्रयोजकः यस्मिन् वर्तते इति नास्ति प्रयोजके विद्यमान अवस्था प्रयोजके विद्यमानः कः प्रयोजके विद्यमानः कः व्यापारः प्रयोजकनिष्ठः व्यापारः इत्युक्ते तत्र यदि अहं गमयति इति वदामि तत्र प्रेरणा अपि अन्तर्भूता अस्ति प्रेरणा अन्तर्भूता अस्ति गमयति इति यः व्यापारः अस्ति गमी इति धातौ यः व्यापारः अस्ति सः व्यापारः कुत्र कुत्र भवति सः व्यापारः गमनव्यापारे न गमयति इति या क्रिया अस्ति कुत्र भवति प्रयोजककर्तरि प्रयोजककर्तरि एव गमयति इति व्यापारः जायते अतः अत्र प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् इत्युक्ते प्रयोजककर्तरी विद्यमानः यः प्रेषणादिव्यापारः सः व्यापारः एव हेतुमान् भवति तस्मिन् हेतुमति इति अर्थः भगिनी तत्र आधार आधेयभावः न भवति वा कः आधारः कः आधेयः इति वदतु तत्र व्यापारः प्रयोजके अस्ति इति उक्तत्वात् प्रयोजकः तर्हि तत्र व्यापारः प्रयोजकनिष्ठ व्यापारः इति प्रयोजक इति तत्र अधिकरणम् अथवा आधारः न भवति वा न तथा सामान्यतया वयं वदामः तत्र क्रिया यत्र भवति क्रिया तु द्रव्यमाश्रित्य तिष्ठति इति कृत्वा व्यापारः प्रयोजके भवति इति वयं वदामः परन्तु अत्र तु अत्र व्यापारस्य प्राधान्यं वर्तते व्यापारस्य प्राधान्यं वर्तते इति कृत्वा व्यापारः आधारतया अस्ति व्यापारः एव आधारः तत्र प्रयोजककर्ता तत्र आधेयः अस्ति व्यापारस्य प्राधान्यं वर्तते अत्र सामान्यव्यवहारे यदा न्यायशास्त्रं वयं पठामः तदानीं वयं वदामः प्रयोजकः तत्र आधारः अस्ति तस्मिन् व्यापारः अस्ति अतः व्यापारः आदेयः इति वदामः परन्तु अत्र तथा नास्ति अत्र किं वयं वदामः हेतुः अस्य अस्ति इति वदामः खलु हेतुमान् हेतुमान् व्यापारः हेतुमान् व्यापारः इति वदामः इदानीं हेतुः इति यः अस्ति हेतुः इति विशेषणमस्ति व्यापारस्य हेतुमान् इति वयं वदामः चेत् हेतुमान् इति विशेषणमस्ति तर्हि हेतुः यस्य यस्मिन् व्यापारे अस्ति सः व्यापारः हेतुमान् अतः अत्र व्यापारस्य प्राधान्यं वर्तते इति कृत्वा व्यापारः आधारः अपि च प्रयोजककर्ता आदेयः अस्ति अस्तु अवगतं वा आम् अथवा सिक्सर् गच्छति वा किम् सिक्सर् गच्छति वा अवगच्छति वा इति प्रश्नः सिक्सर् गच्छति इत्युक्ते इस् गोयिङ्ग् ओवर् द हेड् इति वा ओ अस्तु अवगतम् इति मन्ये तत्र हा न भवती प्रायः अवगतवती यतोहि भवती न्यायशास्त्रं स्वीकरोति अन्येषां का गतिः मन्दं मन्दम् अवगच्छामः मन्दं मन्दम् अवगच्छति खलु इत्युक्ते आधार आदेयः इति अवगच्छति खलु आधारः कः आदेयकः इति इत्युक्ते पुस्तकम् उत्पीठिकायाम् अस्ति इति वयं वदामः चेत् आधारः कः आदेयः कः उत्पीठिका पुस्तकम् इदानीं विजयलक्ष्मी भगिनी वदतु आधारः उत्पीठिका आदेयः अस्ति आदेयः किं यत् अस्ति तद् पुस्तकम् उत्तमम् आदेयः पुस्तकम् आदेयः पुस्तकम् आदेयः अत्र एवमेव उत्पीठिकायां पुस्तकम् अस्ति एवमेव व्यापारे हेतुः अस्ति हेतुः कुत्र अस्ति हेतुः कः इदानीं हेतुः अत्र प्रेरकः प्रयोजकः हा तर्हि तत्र आदेयः वा आधारः कः सः आधारः तु व्यापारः यथा पुस्तकम् उत्पीठिकायाम् अस्ति इति वदामः तदानीं पुस्तकम् आदेयः उत्पीठिका आधारः एवमेव हेतुः व्यापारे अस्ति इति वयं वदामः चेत् तत्र हेतुः आदेयः व्यापारः आधारः अवगतं वा किञ्चित् किञ्चित् अवगतं हा इत्युक्ते अत्र वाट् इस् अ सब्स्ट्राटम् इति प्रश्नः कुत्र किम् अस्ति इति प्रश्नः यदि तत्र सामान्यतया लोकव्यवहारे वयं वदामः बुक् इस् आन् द टेबल् इति वयं वदामः मीन् वदामः चेत् तत्र द लोकेशन् इस् द टेबल् एण्ड् द बुक् इस् सिट्टिङ्ग् आन् टाप् आफ़् द टेबल् सो द बुक् इस् दि आधेय अण्ड् द टेबल् इस् द आधार इन् द सेम् वे दि हेतु इस् इन् दि व्यापार गमयति इत्यत्र यः व्यापारः अस्ति तस्मिन् हेतुः अस्ति सो द बुक् इस् आन् द टेबल् एवमेव हेतुः इस् इन् द व्यापार therefore vyapara is adhara and hetu is adeya so the vyapara includes the hetu there without the prayojaka karta you cannot say gamayati gamayati iti prayogah na shakyate yadi tatra prayojaka karta nasti atah gami iti ityatra yah nijanta vyaparah asti tatra prayojaka karta hetu asti yadi prayojaka karta hetu rupena nasti tadanim gami gamayati iti prayogah na shakyate atah atra यदि वयं हेतुमान् इति वदामः चेत् हेतुमान् कः इति चेत् व्यापारः एव हेतुमान् यतोहि हेतुः तस्मिन् अस्ति गमनक्रिया नास्ति तत्र गमयति इत्यत्र यः गमीक्रिया सः हेतुमान् अस्ति यतोहि तत्र प्रेरणा अन्तर्भूता तत्र गमी इति वयं वदामः चेत् तत्र केवलं गमनक्रिया नास्ति गमनक्रियां प्रेरयितुम् अन्या क्रिया अपि अस्ति खलु प्रेरणक्रिया अपि अस्ति खलु अवगच्छति वा तर्हि व्यापारः इत्युक्ते तत्र अत्र व्यापारः कः गमयति इत्यत्र व्यापारः कः क्रिया का इति चेत् प्रेषणादिक्रिया इत्युक्ते तत्र प्रेरणा भिन्नभिन्नरूपेण भवति सामान्यतया प्रेरणा इति वदामः प्रेरणा इति एकरूपेण एव अस्ति इति नास्ति भिन्नभिन्नरूपेण भवितुमर्हति तदग्रे अग्रे वयं पश्यामः प्रेषणादौ इत्यत्र उक्तं प्रेषणादौ क्रिया इत्यत्र उक्तं तत्र प्रेषणादौ इत्युक्ते तत्र प्रेरणा अपि अस्ति अध्येषणा अपि अस्ति अनुमतिः अस्ति सम्मतिः अस्ति भिन्नभिन्नरूपेण प्रेरणा भवति सर्वदा तत्र प्रेरणा इत्येव अस्ति इति नास्ति तत्र भिन्नभिन्नरूपेण भवति अतः एव प्रेषणादौ क्रिया प्रेषणादिक्रिया इति उक्तम् अत्र सामान्यतया प्रेरणा इति वयं वदामः परन्तु प्रेरणा भिन्नभिन्नरूपेण भवति अस्तु इदानीं स्वनिष्ठ आधारता निरूपित आदेयतासम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः इति तत्र कः उषाभगिनी भवती अपि न्यायशास्त्रं स्वीकरोति खलु प्रतिपादयतु के प्रयत्नं करोमि भगिनि स्वनिष्ठ आधारता निरूपित आदेयतासम्बन्धेन हेतुः यत्र अस्ति स्वनिष्ठ आधारता स्वनिष्ठ आधारता इति कृते आधारः स्व इत्युक्ते किं स्व इत्युक्ते स्वस्य स्वं स्वनिष्ठ आधारता स्वः इति कर्तायः मम न स्व स्वनिष्ठ आधारता इत्यस्य कः अर्थः आधारः कः ओ वयम् अधुना चर्चितवन्तः आधारः व्यापारः तर्हि तत्र स्व इत्युक्ते कः व्यापारे निष्ठा इत्यस्य कः अर्थः निष्ठा यत्र वर्तते इति व्यापारे किं वर्तते व्यापारे व्यापारे व्यापारः न व्यापारः आधारः चेत् व्यापारे किं वर्तते आधारता अस्ति आधारता भवति इत्युक्ते यदि तत्र उत्पीठिका अधिकरणम् इति वयं वदामः चेत् उत्पीठिकायां कः धर्मः अस्ति इति चेत् आधारता धर्मः आधारता इति भावः अस्ति तत्र भावं बोधयितुं त्रयः प्रत्ययाः सन्ति तत्र एते प्रत्ययाः धर्म त्व प्रत्यय त्वप्रत्यय आधारत यस्य अस्मिन् इति मतु प्रत्यय न न मतु नास्ति मतु भावं बोधयितुं भावं धर्मरः इति अस्ति सुन्दरः इति अस्ति चेत् तत्र किं वयं वदामः सुन्दरः सुन्दरता इति वयं वदामः अन्यरीत्या अन्यरीत्या सौन्दर्यं सुन्दरता इति त्रयः त्वप्रत्ययः धर्मं बोधयति सौन्दर्यम् अल सुन्दरत्वं क्षै सौन्दर्यम् इत्यत्र क्षै इति प्रत्ययः सुन्दरता इत्यत्र तल् प्रत्ययः अनन्तरं सुन्दरत्वम् इत्यत्र त्वप्रत्यय त्वप्रत्ययः तर्हि इदानीमत्र स्वनिष्ठ आधारता इत्यस्य कः अर्थः स्वनिष्ठ आधारता यत् हेतु व्यापार व्यापारः इति आधारता यत्र अस्ति सो व्यापारता यत्र अस्ति सो धर्मः अस्ति यत्र व्यापारे व्यापारधर्मः अस्ति व्यापारे यत् धर्मः अस्ति न किं वदति स्व इत्युक्ते व्यापारः निष्ठा इत्युक्ते व्यापारे विद्यमानः आधारता इति धर्मः क्षणं शृणोतु अस्तु भगिनि स्व इत्युक्ते व्यापारः निष्ठा इत्युक्ते विद्यमानः व्यापारः आधारः अस्ति चेत् व्यापारे कः धर्मः भवति आधारता आधारता इति धर्मः भवति तर्हि इदानीम् आधारः व्यापारः अस्ति चेत् आदेयः कः आदेयः व्यापारः आधारः चेत् हेतुः आदेयः हेतुः इति आदेयः सत्यं हेतुः आदेयः भवति हेतुः कः प्रयोजकः कर्ता सः एव आदेयः तत्र हेतौ आधेयता भवति खलु हेतुः आदेयः चेत् हेतौ आधेयता भवति अतः एव अत्र उक्तं स्वनिष्ठाधारता निरूपित आदेयतासम्बन्धेन हेतुः यत्र अस्ति यस्मिन् व्यापारे हेतुः अस्ति सः व्यापारः हेतुमान् व्यापारः यत्र एतादृशम् अस्ति इत्युक्ते तत्र प्रयोजककर्ता हेतुः अस्ति व्यापारः आधाररूपेण प्रमुखरूपेण अस्ति तस्मिन् व्यापारे हेतुः अस्ति सः व्यापारः हेतुमान् यत्र अस्ति तदानीं तादृशसन्दर्भे धातुभ्यः निच् प्रत्ययः विधीयते इति अर्थः अस्तु भगिनि स्वनिष्ठ आधारता आं भगिनि स्वनिष्ठ आधारता निरूपित आदेयता सम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः सः हेतुमान् व्यापारः तस्मिन् वाच्ये निज् इत्याहुः अस्तु भगिनि अत्र तु केवलं तत्र न्यायरीत्या किञ्चित् सम्बन्धम् उक्तम् परन्तु सरलतया वयम् अवगच्छामः चेत् व्यापारः आधारः प्रयोजककर्ता हेतुः व्यापारे आधारता इति धर्मः भवति व्यापारे आधारता अस्ति चेत् हेतौ आधेयता इति धर्मः भवति तादृशसम्बन्धः यत्र अस्ति यस्मिन् व्यापारे अस्ति सः व्यापारः हेतुमान् भवति तादृशसन्दर्भे धातुभ्यः निष्प्रत्ययः भवति इति अर्थः तदर्थमेव उक्तं हेतुमती च धातुभ्यः निच् प्रत्ययः परश्च हेतुमती इति यत्र व्यापारः हेतुमान् अस्ति तदानीं धातुभ्यः निच् प्रत्ययः विधीयते यदि धातुः इति वयं वदामः धातोः अर्थद्वयं भवति फलं व्यापारः इति अर्थद्वयं तर्हि तत्र अत्र कीदृशव्यापारः इति चेत् हेतुमान् व्यापारः सामान्यव्यापारः नास्ति सामान्यतया धातुः इति गम् इति धातुः इति वयं वदामः चेत् तत्र व्यापारः फलं द्वयमपि भवति तत्र गम् इत्यस्य फलं किम् इति चेत् उत्तरदेशसंयोगः इति वयं वदामः उत्तरदेशसंयोगानुकूलव्यापारः उत्तरदेशसंयोगः इत्युक्ते अहम् अत्र अस्मि अस्मात् अहम् अन्यत्र गच्छामि तत्र मम संयोगः ए इति स्थले मम संयोगः अस्ति तस्मात् अहं बि इति स्थलं प्रति गच्छामि चेत् मम उत्तरदेशे पुनः तत्र संयोगः जायते तर्हि तादृशव्यापारः भवति गम् धातुः उत्तरदेशसंयोगानुकूलव्यापारः परन्तु गमि इति धातौ तु तादृशव्यापारः नास्ति अत्र हेतुमान् व्यापारः विशेषः व्यापारः अवगतम् अस्तु धन्यवादः तर्हि इदानीं तत्र प्रेषणादौ क्रिया इति उक्तं तद्विषये अग्रे पश्यामः इदानीं तत्र अरुणा भगिनी पठति वा आं भगिनि प्रेषणादौ अत्र प्रेषणादौ इत्युक्तं विभिन्नरीत्या कार्यार्थं प्रवर्तना नाम प्रेरणा भवति अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्यां बालमनोरमा इति सिद्धान्तकौमुदी टीकाग्रन्थे दीयते धन्यवादः प्रेषणादौ इत्यादिशब्देन अध्येषणानु अनुमति उपदेशादीनां ग्रहणं तत्र वृत्त्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञात्यर्थः समानस्य अधिकारस्य च सख्याचार्यादः आदेः प्रवर्तना अध्येषण अनुमतिः राजादेः समन्ति ज्वरितस्य कषायापने हितव अवबोधनेन प्रवर्तन उपदेशः हननादिभिः हननात् भीत्य पालयमानस्य निरोधाचरणम् अपि प्रयोजकव्यापारः प्रयत्नं करोमि प्रेषणाद्यौ तदर्थं भवतीपि उक्तवती कार्यार्थं विभिन्न अर्थः अस्ति प्रेरणा इति शब्दस्य अस्य प्रकटीकरणार्थं प्रेरणादौ इति वाक्यं सिद्धान्तकौमुदौ अपि बालमनोरमा अपि टीकाकारकण्डे अस्ति प्रेरणादौ इति अपि शब्देन अध्येषणानुमति उपदेशादीनां ओके प्रेरणाशादि अधौ इति अध्येषण अनुमति उपदेशादि ग्रहणम् अध्येषण अर्थं किं भगिनि अनुमति अवगतम् अनुमति उपदेशम् अध्येषणं पठितमिति वा अध्येषण अत्र प्रत्येकं पदस्य अर्थः कः इति अग्रे उदाहरणसहितम् उक्तम् ओके तत्र वृत्त्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् ओके प्रेरणार्थं प्रेषणम् इत्युक्ते वृत्त्यादि निकृष्टस्य प्रवर्तना स्वामी वृत्त्यादीनि निकृष्ट प्रवर्तनान् प्रेरयति अदे तदेव प्रेषणम् आज्ञातः ओके यजमानः सेवकः आज्ञायते आज्ञाति समानस्य समानस्य अधिकारस्य च साक्षाचार्याद्येः प्रवर्तन अध्येषण इति अर्थमस्ति समानस्य अधिकस्य सख्या मित्रादि विषये प्रवर्तन अध्येषण इति भवति अनुमति राजादेः सम्मति अनुमति आदेशः दत्तम् अनुमति इति राजादेः सम्मति ज्वरितस्य काषायपाने हितौ अभोजनेन प्रवर्तन उपदेशः ज्वरितस्य काषायपाने अर्थं न जानुगतं भगिनि ज्वरितस्य काष्पाशापयने इत्युक्ते यस्य ज्वरः अस्ति यस्य ज्वरः अस्ति सः वैद्यं प्रति गच्छति चेत् वैद्यः काषायं ददाति तस्य हितः अस्ति तस्मिन् तस्य स्वास्थ्यं सम्यक् भवतु इति कृत्वा सः काषायं ददाति पानार्थं तत्र उपदेशः इति वदामः वैद्योपदेशः इति वदामः तत् सा अपि तादृश उपदेशः अपि प्रेषणादौ प्रेषणादिक्रिया ओके हननाद्भिक्या पलायमानश्च निरोधारचरणमपि प्रयोजकव्यापारः ओके हननादि हनकारे कश्चन पलायमानः अस्ति चोरः पलायितुम् इत्युक्ते तत्र तु पोलीस् आगतवन्तः निरोधनं करोति तदपि व्यापारः सत्यं सत्यं समीचीनम् इति तत्र भिन्नभिन्नरीत्या प्रेषणादिक्रिया भिन्नभिन्नरीत्या भवति तत्र सामान्यतया प्रेरणा इति वयं वदामः परन्तु प्रेरणा इत्यस्य एव प्रेरणा भिन्नभिन्नरीत्या भवति तर्हि तत्र प्रेषणादौ इति इत्यादिशब्देन तर्हि प्रेषणादिः इति उक्तम् आदिः इत्यनेन तत्र किं किं स्वीक्रियते इति चेत् अध्येषण अनुमितिः उपदेशः इत्यादीनाम् इत्युक्ते तावदेव नास्ति इतोपि यत्किमपि भवितुमर्हति तर्हि प्रेषणम् इत्युक्ते किम् इति चेत् कुत्रचित् प्रतिध्वनिः भगिनी कृपया म्यूट् करोतु अधुना भगिनी धन्यवादः बहु सम्यक्तया उक्तं धन्यवादः तर्हि तत्र प्रेषणम् इत्युक्ते किम् इति चेत् यथा भगिनी उक्तवती यजमानः सेवकं तत्र आज्ञां ददाति सेवकं प्रति आज्ञां ददाति तदेव प्रेषणं भृत्यादेः निकृष्टस्य प्रवर्तन इत्युक्ते भृत्यादिः इत्युक्ते सेवकः सः उत्कृष्टः नास्ति निर्कृष्टः अस्ति भृत्यादेः निकृष्टः क्षम्यतां निकृष्टः अस्ति तस्य तत्र कार्यं सेवकः सामान्यतया कार्यं न करोति यजमानः तं चोदयति तदानीमेव सः कार्यं करोति खलु तर्हि आज्ञां ददाति भवान् करोतु एतत् करोतु इति आज्ञां ददाति तदानीमेव सः करोति तादृश आज्ञा एव प्रेषणम् इति वयं वदामः अनन्तरम् अध्येषण अध्येषण इत्युक्ते यदि तत्र मित्रद्वयम् अस्ति एकः अन्यं प्रति वदति किमपि भवान् एतादृशं करोतु इति वदति चेत् तदानीं द्वयोः समानस्थानम् अस्ति तत्र अध्येषण इति वदामः नो चेत् आचार्यः शिष्यं प्रति किमपि वदति तदपि अध्येषण इति भवितुम् अर्हति अतः एव समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तन अध्येषण इति उक्तम् अनन्तरम् अनुमितिः अनुमितिः इति तु सम्यक्तया वयम् अवगच्छामः राजा तत्र सेवकं प्रति किमपि ददाति सम्मति अनुमति ददाति यु हेव् द पर्मिशन् टु डू दिस् इति तादृशं तत्र सम्मतिः अनुमितिः इति वयं वदामः अनन्तरम् उपदेशः इत्युक्ते भृत्य भृत्य भृत्ता अपि अनुमतिः एव प्राप्नोति खलु तत्र अनुमतिः इति नास्ति तत्र आज्ञा अस्ति आज्ञा इत्युक्ते आर्डर् आर्डर् अस्ति राजादिः तु आर्डर् अपि भवितुमर्हति राजा आज्ञा अपि दातुं शक्नोति सम्मति अपि दातुं शक्नोति अत्र उदाहरणं सम्मतिरूपेण दत्तमस्ति आज्ञारूपेण अपि भवितुमर्हति अनन्तरं ज्वलितस्य कषायपाने हितावबोधनेन प्रवर्तन इत्युक्ते तत्र उपदेशः यत्र भवति उपदेशः भवति यत्र वैद्यः यः रुग्णः अस्ति तं प्रति तत्र औषधं ददाति उपदेशं ददाति भवान् एवं करोतु भवान् इदं मा खादतु एतत् खादतु अथवा इदम् औषधं स्वीकरोतु इति तादृशं किमपि उपदेशं ददाति खलु तदपि प्रवर्तन तदनन्तरं तत्र कोऽपि पलायमानः अस्ति भीत्या अन्य कोऽपि तत्र तस्य स्थगनं करोति निरोधं करोति तदपि प्रयोजकव्यापारः अतः अत्र प्रेषणादौ इति यत्र उक्तं तत्र न केवलं प्रेषणम् अध्येषणम् अनुमितिः इत्यादि अन्येषामपि ग्रहणं तत्र भवितुमर्हति अतः भिन्नभिन्नरीत्या भवति प्रेरणा अस्तु प्रेरयति वा आद्योच्चारणं पाणिनि अस्माकं प्रेरयति वा आद्योच्चारणम् इति अस्ति खलु उपदेशे अजनुनासिक इत् ओ प्रेरयति हा इत्युक्ते तादृशं तत्र निजन्तवाक्यं स्वीकृत्य वदति चेत् तदानीं भवितुम् अर्हति उपदेशः इति निजन्तवाक्यं स्वीकृत्य पाणिनिः इति किमपि तत्र वदति चेत् तदानीम् उपदेशः इति वक्तुं शक्यते अस्तु अरविन्द महोदय क्रमेण प्रेषणादौ इत्यादिशब्देन अध्येषणा अनुमति उपदेश आदीनां ग्रहणम् अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना प्रेरणा भवति इत्युक्तं तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इत्यर्थः स्वामी कर्मचारिणा कार्यं कारयति समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना अध्येषणा सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति अनुमतिः राजादेः सम्मतिः राजा अनुमतिं दत्त्वा कर्षकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति कृषकै तद्वर्षस्य कृषिकार्यं प्रारम्भयति ज्वलितस्य काषाय पाने हितौ अवबोधनेन प्रवर्तना उपदेशः वैद्यः रोगिणं तिक्तम् औषधं पाययति हननात् भीत्या पालयमानस्य निरोधाचरणमपि प्रयोजकव्यापारः अनुग्रहः दुर्जनः हन्त्रा भीतग्रस्तं पलायनं गृहीत्वा मारयति दुर्जनस्य हन्तारं प्रति अनुग्रहम् अत्र प्रेषादौ इति शब्दे किं किम् उदाहरणरूपेण अत्र दत्तमस्ति अध्येषणा अनुमति उपदेशादीनाम् इति ग्रहणम् इति उच्यते तत्र प्रेषणम् इत्यस्य उपकारः अस्ति भृत्यादौ निकृष्टस्य प्रवर्तना प्रेषणम् आज्ञा इत्यर्थः तस्य उदाहरणमस्ति स्वामी कर्मचारिणा कार्यं कारयति तत्र स्वामी आज्ञां दत्त्वा कर्मचारिणेन कार्यं कारयति इति अस्ति तत्र समानस्य अधिकस्य च सख्याचारेदेः प्रवर्तना अध्येषणम् इत्युक्ते यदा सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति तत्र सहचारिणं कर्तुं किमपि कार्यं कर्तुं प्रेरयति तस्यैव अध्येषणा इति उच्यते अनुमति इत्युक्ते यदि राजा सम्मति ददाति तदनन्तरं कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति तत्र सम्मतिं स्वीकृत्य एव कार्यं प्रारम्भयति इति कृत्वा तत्र सम्मतिः इति अन्य प्रश्नादि अन्तर्गतः अस्ति ज्वरितस्य काषायपाने हितौ अवबोधनार्थे इति हितोपदेशस्य उदाहरणमस्ति हितम् उपदेशं कृत्वा काषायपानं रोगिणं प्रेरयति इति कृत्वा तत्र उपदेशः अपि एकं प्रेषणादौ अन्तर्गतः अस्ति तदनन्तरमस्ति अनुग्रहः इति अनुग्रहः इत्युक्ते दुर्जनः हन्त्रा बीतर्गस्त्रं पलायनं गृहीत्वा मारयति तत्र दुर्जनः हन्तारं प्रति इति अनुग्रहः भवति तत्र अनुग्रहरूपेण प्रेरणा भवति तत्र तत्रापि प्रेषणादौ अनुग्रहः इति रूपेण अपि कार्यं प्रेरणार्थे अस्ति एव इत्यादि उदाहरण अत्र अस्मिन् परिच्छेदे दत्तमस्ति समीचीनं सम्यक् सम्यक् सम्यक् सम्यक् धन्यवादः तर्हि तत्र अत्र कोऽपि प्रश्नः अस्ति वा केवलं तत्र उदाहरणानि दत्तानि एतादत्र अस्माभिः प्रेषणं भगिनि तत्र तत्र हन्तारं प्रति अनुग्रहः इति किमर्थम् उक्तं तत्र तत्र अनुग्रहं नास्ति हननात् भीत्या पलायमानस्य निरोधाचरणम् अपि प्रयोजकव्यापारः अनुग्रहः इति उक्तं किमर्थम् अनुग्रहः इति प्रश्नः वा दुर्जनस्य इत्युक्ते अत्र उदाहरणं पश्यतु दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति दुर्जनस्य हन्तारं प्रति अनुग्रहः इति उक्तम् इत्युक्ते कश्चन भीतग्रस्तः अस्ति तस्य हननं भवति इति कृत्वा सः पलायमानः अस्ति तादृशं कश्चन दुर्जनः अस्ति सः तं गृहीत्वा मारयति इति चेत् अनुग्रहः इति कथम् इति वा विमोचनम् इति अभिप्रायः इति विमोचनम् इति तादृश अर्थे उक्तं प्रायः दुर्जनः सज्जनो भूयात् न श्रूयते भगिनि मम क्लेशः अस्ति दुर्जनः सज्जनो भूयात् किमपि न श्रूयते किं दुर्जनः दुर्जनः सज्जनः भवतु वा इत्युक्ते तत्र सज्जनकार्यं न करोति खलु दुर्जनः हन्तारं दृष्ट्वा कोऽपि पलायनं करोति यः पलायनं गृहीत्वा मारयति तं गृहीत्वा दुर्जनः मारयति चेत् हन्तारं प्रति अनुग्रहः दर्शयति सत्यं सत्यं सत्यं हा इति त्रयः जनाः सन्ति अत्र सत्यं कश्चन भीत्या पलायमानः अस्ति अन्यः अस्ति हन्ता यः हन्ता दुर्जनः कश्चन अस्ति यः हन्तारं गृहीत्वा मारयति हन्तारं गृहीत्वा न पलायमानं गृहीत्वा किमर्थम् अनुग्रहः हन्तारं प्रति अनुग्रहः हन्तारं प्रति अनुग्रहः इत्युक्ते हन्ता सः कर्तुम् इच्छति तत् कार्यं दुर्जनः करोति एवम् इति कृत्वा अनुग्रहः अतः कथञ्चित् जनत्रयमस्ति वा अत्र जनत्रयमस्ति वा जनत्रयमस्ति जनत्रयमस्ति एकः दुर्जनः अस्ति एकः हन्ता वन् इस् अ किलर् दि अदर् इस् पर्सन् हु इस् गोयिङ्ग् टु गेट् किल्ड् गेट् किल्ड् इस् रन्निङ्ग् सः पलायमानम् अस्ति तर्हि कश्चन दुर्जनः अस्ति, सः किं करोति इति चेत् यः पलायनं करोति तं गृहीत्वा मारयति. दुर्जन इस् किलिङ्ग् दट् पर्सन्. अतः हन्तारं प्रति अनुग्रहः अनुग्रहः भवति तत्र भगिनी. आम् इण्डैरेक्ट् एतादृशम् उदाहरणं दीयते तावदेव. इत्युक्ते यु शुड् नाट् टेक् इट् लिटरलि. अत्र कथं स्वीकर्तव्यम् इत्युक्ते तत्र भिन्नभिन्नरीत्या प्रेरणा भवति, एतादृशमपि प्रेरणा भवति इति उक्तं तावदेव. अस्तु, तत्र विनयमहोदय अग्रिम अग्रे पठति वा? आं भगिनि. णिजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण. शनाद्यन्ताधातवः गुप्तचिक्भ्यः सनन्त इत्यस्य सन इति आरभ्य कमेर्णिङ् इत्यस्य णिङ् इत्यन्तो द्वादश प्रत्ययः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा भवति. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनादन्तः, सनादन्तः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदं सूत्रम्. सूत्रस्वयं सम्पूर्णं तनादन्तः धातवः. अत्र वयं पठितवान् सनादन्तधातवः. अग्रे यदि अहं वदामि, द्वादशप्रत्ययः सन्ति येषां योजनेन नूतनः धातवः तिष्ठः भवन्ति. सन् क्यच् काम्यच् क्यष् क्यङ् क्विप् णिङ् इयङ् णिच् यक् आय यङ् इति. येषां प्रकृतिः क्वचित् धातुः क्वचित् प्रातिपदिकम्. येषु द्वादशसु प्रत्ययेषु अन्यतमः णिच् एव. अतः णिच् प्रत्ययस्य योजनेन चोरी पाठी लेखी इत्यादयः यावन्तः धातवः तिष्ठः ते सर्वे सरादन्तधातवः इति सूत्रेण धातुसंज्ञकाः. एते आदिदेशिकधातवः. औपदेशिकधातवः उपद्विसहस्रं ते भूवादयः धातवः इति सूत्रेण धातुसंज्ञका भवन्ति. अग्रे पठामि भगिनि. न न न तावद् महोदय. अतः सनादिधातुसम्बन्धे अत्र लिखितः, सनादिधातवः द्वादशधातवः. सनादिधातवः आधारेण नूतनधातवः नूतनधातवः भवन्ति. नूतनधातवः आधारेण णिच् प्रत्ययः, धूतधातु आधारेण अपि च णिच् प्रत्ययः प्रयुक्तः भवति. अहं यदि वदामि ण्यन्त् प्रक्रिया, परन्तु प्रक्रिया अत्र अस्ति. यदि णिच् प्रत्ययः अस्ति परन्तु प्रेरणात्मक प्रेरणात्मकव्यपार अस्ति, प्रेरणात्मकव्यपार अस्ति. सनादिधातवः अन्तर्भूतः णिच् केवलम् एक प्रत्ययः अस्ति. अन्यप्रत्ययः अपि अस्ति यथा सन्नन्त् चिकीर्षति इत्यादि, परन्तु प्रः अग्रे पठामः. परन्तु इदानीपर्यन्तं केवलं णिच् सम्बन्धे सनादिधातुः अस्ति. वयं पठितवान् णिच् प्रत्ययः चुरादिगणे अन्तर्भूता, परन्तु निच् प्रत्ययः केवलं चुनादिगणे न अन्तर्भूतः गण अपेक्षता अपि अन्तर्भूता, परन्तु यदा गण अपेक्षता अन्तर्भूता तर्थे कार्यं भवति प्रणात्मक यदि वयं पठामः. अहं केवलम् एकश वक्तुमिच्छामि, प्रयोजक यदि धर्मनिष्ठ अस्ति, यदि प्रयोजक कोऽपि प्रयोजक धर्मनिष्ठ अस्ति तर्हि तस्य प्रयोजकस्य व्यापारः यथा प्रणात्मक अस्ति तर्हि सः व्यापारः हेतुमान् अस्ति. व्यापारः हेतुमान् अस्ति, परन्तु व्यापारस्य आधारः धर्मनिष्ठ भवितव्यम्. प्रयोजक मनसि कोऽपि हेतुः अस्ति, परन्तु हेतु आधारेण व्यापार भवति, परन्तु यदि व्यापार प्रणात्मक अस्ति तर्हि सः व्यापार हेतुमान् अस्ति. सम्यक्. अत्र तु सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा अस्ति, नूतनधातुसंज्ञा अस्ति. एतत् सूत्रं तु पूर्वमपि अस्माभिः पठितमस्ति, सनाद्यन्ताः दातवः इति चुरादिगणे अपि पठितं, नूतनं किमपि नास्ति. अत्र तु निच् प्रत्ययस्य योजनेन नूतनधातुः लभ्यते, तस्य तु सनाद्यन्ताः दातवः इति सूत्रेण धातुसंज्ञा भवति इति अत्र विषयः. पुनः इदं सूत्रम् अग्रिमसप्ताहे एकवारं पठिष्यामः. तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः.